श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पादं शङ्करं लोकशङ्करं शङ्करं शङ्कराचार्यं केशवं बादरायणं सूत्रभाष्यकृतौ वन्दे भगवन्तः पुनः पुनः ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्चान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः महोदय नमस्कारः भगिनी धन्यवादः अस्तु तर्हि आरम्भः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अद्यतनविषयः अस्ति तत्र धैर्यं धर इति कथा तर्हि कथां पठामः अवगच्छामः च अस्तु तर्हि तत्र शोभा भगिनी भवती एव आरम्भं करोति वा महोदय धैर्यं धरा इति कदाचित् काचित् महिला द्वाभ्यां पुत्राभ्यां सह आगत्य मातरम् अमृतानन्दमयीम् अपश्यत् तस्याः पतिः प्रभूतं धनं सम्पादनीयम् इति इच्छया अधिकवृद्धिदानम् अङ्गीकृत्य महत् ऋणम् अकरोत्। तेन वाणिज्यम् आरब्धम्। दुर्दैववशात् तस्मिन् वाणिज्ये तेन महती हानिः अनुभूता। ऋणस्य प्रत्यर्पणाय तेन भूमिः विक्रीता। पत्न्याः आभरणानि न्यासीकृत्य धनं स्वीकृतमपि। काले धनं न दत्तम् इत्यतः आभरणानि धनं दत्तवतः अधीनानि जातानि। ऋणभारः पुनः अपि प्रवृद्धः। ततः स्वगृहं विक्रीय भाटकगृहे वासः आरब्धः तेन परिवारेण। दैवदुर्विपाकात् भाटकं दातुमपि आनुकूल्यं न प्राप्तम्। प्रतिपदं हानिः प्राप्यते स्म। एतस्मात् अधीरतां गता सा महिला अचिन्तयत् आत्महत्या करणीया इति। अत्रान्तरे केनचित् बोधिता सा मातरं दृष्ट्वा स्वकष्टं निवेद्य अवदत्। अम्ब, उत्तमं जीवनम् आसीत् अस्माकम्। इदानीं तु महती दुर्दशा। दिने द्विवारं भोक्तुं यावत् आवश्यकं तावदपि धनं नास्ति अस्मात् समीपे। बान्धवानां पुरतः मुखम् उन्नेतुं लज्जाम् अनुभवामि। एतस्याः दशायाः अपि मरणमेव वरम् इति भावये। बालौ मारयित्वा अहमपि आत्महत्यां कर्तुम् इच्छामि। अग्रे अपि पठनीयं वा महोदय? अस्तु भगिनि, तत्र यतोहि तत्र कथा दीर्घ एव अस्ति तर्हि तत्र पठतु भगिनि। अस्तु, वत्से तव जीवने कष्टं स्यात्, तस्य परिहारः आत्महत्यया एव भवेत् इति चिन्तनं किमर्थम्? भगवता यदा मरणं दीयेत तदा तत् स्वागतीकरणीयम्। भगवदिच्छाविरुद्धं मरणे उद्योक्तुं नास्ति तव अधिकारः। बालयोः प्राणात् अपहर्तुमपि कः अस्ति तव अधिकारः? पूर्वम् उत्तमा स्थितिः आसीत्, ततः इदानीम् एषा दुर्दशा प्राप्ता। एतां सोढुं न शक्नुमः वयम्, रुदती अवदत् सा महिला। अस्तु, अग्रे अपि किञ्चित् पठतु भगिनि, तत्र परिच्छेदम्। वत्से, पूर्वं या उत्तमा स्थितिः आसीत् ततः एषा दुर्दशा कथं प्राप्ता? अत्याशाकारणतः एव ननु सा अन्याशा एव अत्याशा एव दुःखस्य कारणं जाता। यावत् स्यात् तावता यदि तृप्तिः प्राप्ता स्यात् तर्हि एवं न अभविष्यत्। एवं ननु सुखं दुःखं च जीवनस्य अङ्गभूते, शाश्वततया दुःखं न भवति कस्यापि जीवने, दुःखस्यापि अन्त्यं भवेत् एव। तदभ्यन्तरे एषा हताशता किमर्थम्? अम्ब अस्तु महोदय, अग्रे तत्र उषा भगिनी अग्रे पठतु भगिनी। अस्तु महोदय। अम्ब गृहे काकणिका मात्रमपि धनं नास्ति, कथं जीवनं प्राप्येत? महिला विषादेन पृष्टवती। गृहे धनं न स्यात्, अलं चिन्तय, यत् अस्ति तद् दृश्यताम्, तव त्वत्पतेः च आरोग्यं सम्यक् अस्ति एव ननु? भगवतः अनुग्रहात् एव तत् प्राप्तम्, तदर्थं भगवते कृतज्ञतां समर्पय। उभाभ्यामपि स्वयोग्यतानुगुणः श्रमः क्रियताम्, श्रमानुगुणं फलं ददाति एव देवः। एवं विलपनेन किं? ततः आरोग्यहानिः, मनसः स्थैर्यस्य नाशः च। गतस्य विषये विलपनं परित्यज्य श्रमे मतिः क्रियताम्। किम् अस्माकं भाविजीवने दुःखम् अपगतं स्यात्? मम तु विश्वासः नास्ति तत्र। वत्से अतीतस्य विषये विलपनं यथा अनुचितं, तथैव भाविजीवनविषये भयम् आतङ्कः वापि अनुचितः एव। भयम् आतङ्कः वा अपि अनुचितः एव। भूतभविष्यत् वर्तमानानि सर्वाणि भगवत् अधीतानि, तं भगवन्तं शरणं गच्छ, श्रमे मतिं कुरु। पुनः पतनं भवेत् चेदपि अधीरा अभवन्ति वसन्ति अग्रे सर। त्वां जागरयितुम् एव भगवता दुःखं दत्तम् इति चिन्तय। कष्टसहनाशक्तिं सम्पाद्य मनः दृढीकृत्य अग्रे गच्छ। दौर्बल्यं त्यज, धैर्यं धर, मनःशान्तिः महती सम्पत्तिः, सा कदाचिदपि विनष्टा न भवेत्। भौतिकसम्पत्तिः विनष्टा स्यात् चेदपि आरोग्यसम्पत्तिः, मनोबलसम्पत्तिः च अस्ति एव ननु? तद् उभयम् आश्रित्य अग्रे गन्तव्यम्। तस्याः महिलायाः दुःखं तु स्थगितम् आसीत्। अन्तरङ्गे चिन्तनतरङ्गाः प्रचलन्तः आसन्। माता तां पुनः उक्तवती, वत्से किम् अधिकचिन्तया, उत्तिष्ठ तावत्, धैर्येण अग्रेसर, चिन्तां परित्यज, भगवान् अस्ति तव सहाय। महिला उत्थाय मातरं नमस्कृत्य ततः प्रस्थिता। तस्याः पतस्थापने धैर्यं दृश्यते स्म। उत्तमकथा बहु समीचीनमस्ति। अनेके विषयाः तत्र दत्ताः खलु, महोदय। आरोग्यसम्पत्ति मनोबलसम्पत्ति अस्ति, एतदेव तत्र संस्कृतभाषायाः तत्र वैशिष्ट्यं नाम तत्र उत्तमस्तरचिन्तनं सरलतया तत्र अत्र लिखितम् अत्र दत्तम् आम् आं महोदय बहु समीचीनमस्ति अस्तु तर्हि इदानीं तत्र पङ्क्तिशः पठित्वा अवगच्छामः तत्र वैयाकरणांशाः अपि अस्तु तर्हि तत्र भगिनी तत्र उषाभगिनी भवती तत्र पङ्क्तिशः आरम्भं करोति वा आं महोदय ओके तत्र निवेदिता भगिनी प्रायशः आगच्छति इति मन्ये किन्तु न जानीमः कदाचित् काचित् महिला द्वाभ्यां पुत्राभ्यां सह आगत्य मातरम् अमृतानन्दमयीम् अपश्यत् कदा एकदा महिला अमृत मातरम् अमृतानन्दमयीम् अपश्यत् तया सह सा तस्याः पुत्रौ सह सा तस्याः पुत्रौ सह मातरं पुत्राभ्यां सह मातरम् अपश्यत् तत्र पुत्राभ्याम् इति द्विवचनं द्विवचनं तृतीया विभक्ति रामाभ्यां पुत्राभ्याम् आम् तृतीया द्विवचनं आम् द्वाभ्यां पुत्राभ्याम् आम् तस्याः पतिः प्रभूतं धनं सम्पादनीयम् इति इच्छया अधिकवृद्धिदानम् अङ्गीकृत्य महत् ऋणम् अकरोत् तस्याः पतिः प्रभूतं धनं सम्पादनीयम् इति इच्छया ओके अधिकवृत्तिदानम् अङ्गीकृत्य टुकं ह्यूज् इण्ट्रेस्ट् मार्गेज् महत् ऋणं तत्र स्वीकृतवान् महत् ऋणं स्वीकृतवान् तत्र अधिकवृद्धिदानम् महत् ऋणं हा सत्यं भगिनि नाम तत्र इण्ट्रेस्ट् रेट् तादृशं हायर् इण्ट्रेस्ट् अधिकम् अधिकम् अस्ति इति प्रभूतं धनं सम्पादनीयम् इति इच्छया तेन वाणिज्यम् आरब्धम् धनेन सह वाणिज्यम् आरब्धवान् ओके दुर्दैववशात् तस्मिन् वाणिज्ये तेन महती हानिः अनुभूता तस्य वाणिज्यं दुर्दैववशात् वाणिज्यं न प्रास्परस् भवति न तत्र वाणिज्यस्य वर्धनम् नष्टं जातं महती हानिः नष्टं जातं वाणिज्ये सः नष्टम् अनुभूतवान् ऋणस्य प्रत्यर्पणाय तेन भूमिः विक्रीता सः तस्य कृते या भूमिः अस्ति भूमिः अपि सः सः विक्रीतं भव भूमेः विक्रयणमपि कृतवान् तत्र प्रत्यर्पणाय तत्र ऋणस्य प्रत्यर्पणाय तेन का तत्र तद्भवतु तत्र ऋणं ऋणस्य प्रत्यर्पणं भवेत् इति कृत्वा विक्रयणमपि सः कृतवान् भूमेः सो ऋणस्य प्रत्यर्पणं भवेत् इति सः भूमिः अपि विक्रीतवान् ओके तत्र भूमिम् अपि विक्रीतवान् भूमिं विक्रीतवान् इस् भूमिम् इति एव पत्न्याः आभरणानि न्यासीकृत्य धनं स्वीकृतम् अपि पत्न्याः आभरणानि न्यासीकृत्य न्यासीकृत्य हौ डु ऐ से लेक् नाम तत्र धनिकस्य समीपे दत्त्वा तत्र धनं स्वीकृत्य अनन्तरं यदि धनं ददामि तदा तत्र प्रत्यर्पयतु. ओके, पत्न्याः आभरणानि न्यासीकृत्य धनं स्वीकृतम् अपि. सो धनवान् कृते सः पत्न्याः आभरणानि दत्तवान्, धनं स्वीकृतवान्, काले धनं प्रत्यर्पाय अर्पणाय देन् आभरणानि स्वीकृतम् इति सः चिन्तितवान्. हा, नाम ऋणस्य प्रत्यर्पणाय भूमेः विक्रयणं कृतवान्, तद् तेन न पर्याप्तम् इति कृत्वा आभरणानि अपि न्यासीकृत्य धनं स्वीकृत्य ऋणस्य प्रत्यर्पणं कृतवान्. किन्तु काले धनं न दत्तम् इत्यतः आभरणानि धनं दत्तवतः अधीनानि जातानि. काले धनं न दत्तम् ओके इत्यतः आभरणानि धनं दत्तवतः पञ्चमी धनं दत्तवतः दत्तवतः इति षष्टि अत्र. ओ ऐ थाट् धनवान् कृते सः फ्रम् धनवान् हि कुडन्ट् टेक् द ज्वेलरी. न भगिनि, नाम सः इदानीं धनं स्वीकृतवान् अस्ति खलु, तत्र धनवान् यः अस्ति तस्मात् एषः तत्र महिलायाः पतिः धनं स्वीकृतवान् अस्ति. आम् आम्. इदानीं तत्र धनस्य प्रत्यर्पणं करणीयं पुनः तत्र धनं यत् स्वीकृ, किन्तु सः तद् काले न दत्तं, न कृतवान्, न दत्तवान्, काले धनं न दत्तम् सः काले धनं न दत्तवान् प्रत्यर्पणं. He couldn't do that. अतः किम् अभवत् तर्हि तत्र आभरणानि सः आभरणानि दत्तवान्, नाम तत्र यदा तस्मिन् समये तस्य एव आभरणानि खलु, नाम पत्न्याः आभरणानि, किन्तु धनवतः आभरणानि नास्ति. Has lost them, who hasn't paid the money, he couldn't get back the jewelry is the what I thought. Satyam bhai, satyam. Satyam bhai. Dhanam dattavataha is the one, to the one who gave him dhanam, mahilayaha patihi krite yaha dhanam dattavan, from him I thought. Satyam bhai, tadapi bhavati. Kintu atra kim asti bhai nama, samichinam, tadapi samichinam, kintu atra, तत्र इत्यतः इति तदनन्तरं वाक्यं यदस्ति तत् पश्यामः. आभरणानि धनं दत्तवतः अधीनानि जातानि. सो आभरणानि अधीनानि जातानि. समीचीनम्. अतः आभरणानि अधीनानि जातानि. अधीनं प्रश्नः वदति उदेति कस्य अधीनं, कस्य अधीनानि धनं दत्तवतः. आम् तत् तर्हि कस्य इति उत्तरम् इत्यस्य उत्तरम् अस्ति धनं दत्तवतः. अतः महोदय तत्र एकः प्रश्नः, तत्र न्यासीकृत्य इति अस्ति खलु, न्यासीकरणं कथम् आगतं महोदय? न्यासी न्यास इत्युक्ते त्याग इति भवति, सन्न्यास संन्यास इति त्यागः, अथवा तत्र एकस्मिन् स्थले स्थापनम् अपि भवति इति खलु भगिनि, न्यासः इति नाम तत्र कस्मिन् अस्मिन् स्थले स्थापनम् इति. अतः तत्र धनवान् यः अस्ति तस्य समीपे आभरणानां स्थापनं न्यासीकरणं भवति तत्र. न्यासीकरणं तत्र न्यासः इति भवति खलु भगिनि, नाम महोदय वदतु भगिनि, शिलाविन्यासः शब्दः अस्ति खलु, शिलान्यासः हाँ मतलब वही स्थापना करना हाँ हम जैसे नई जगह पे अगर शिला रखते हैं और वहाँ पे मतलब पूजा अर्चा करते हैं नई वास्तु लेते हैं नई जगह लेते हैं संस्था के लिए वगैरह तो उसे शिला विन्यास ही कहते हैं मराठी में भी वही शब्द है अतः तत्र न्यासः नाम हाँ न्यासः नाम किमपि एकस्मिन् स्थले तस्य स्थापनम् सत्यं महोदय तत्र प्लेसिङ्ग् पुटिङ्ग् डौन् इति सर्वम् अस्ति तत्र यतो हि भगिनि तत्र न्यासः तत् सर्वत्र भवति तत्र न्यासः तत्र न्यासीकृत्य तर्हि तत्र न्यासः किन्तु तत्र क्रियापदं धातुः न जानामि भगिनि तत्र न्यासः इति तत्र न्यासः इति नाम पदं किन्तु तत्र तस्य व्युत्पत्तिः का इति न जानामि नी आस् इति अस्ति वा प्रायशः नी आस् अस्ति बट् आस् न्या भवति नी योगः आस् न्या तत्र यण् भवति बट् आस् इस् टु सिट् खलु बट् देर् आर् लाट् आफ् अदर् शब्दस्य योजनेन अर्थाः भिन्नाः भवन्ति आमां तदेव तत्र महोदय नियोगः अस् धातुः घञ् प्रत्ययः तदनन्तरं घञ् प्रत्ययः न्यासः अस्तु भगिनि अस्तु अस्तु अस्तु अस्तु समीचीनं नियोगः अस् तदनन्तरं घञ् अस्तु घञ् अस्तु अस्तु भगिनि समीचीनं धन्यवादः अतः तत्र न्यासः तदनन्तरं तत्र न्यासीकृत्य इति तत्र एतद् कृत्य इति तत्र किमस्ति तत्र न भगिनि न किन्तु कृत्य इति प्राक् तस्य प्राक् दीर्घ ईकारः तत्र किमस्ति स्थैः प्रत्ययः किमस्ति तत्र नाम शुक्लीकृत्य दीर्घ इकारः दीर्घ इकारः कृत्य यतोहि तत्र अव्ययी भाव विचवर् इस् वास् नाट् अव्यया बिकेम् अन् अव्यया शुक्लीकृतम् शुक्लीकृतं तत्र किमस्ति तत्र नाम ल्यप् अस्ति किमर्थम् इत्युक्ते तत्र उपसर्गः नास्ति उपसर्गतुल्यः अस्ति खलु तत्र न्यास्ति इति तत्र किमस्ति तत्र शै नाक्षै महोदय शुक्लीकृत्य तत्र न्यासीकृत्य इति यः न शुक्लम् अस्ति तत् शुक्ली महोदय यत् नास्ति पूर्वं तद् भवति तद् भवति इति श्वी सत्यं सत्यं भगिनि तदेव अत्र अस्ति खलु अत्र कृत्य यत्र कृत्य इति अस्ति शुक्लीकृत्य न्यासीकृत्य पूर्वं न्यासः नासीत् इदानीं न्यासितं किमपि तादृशम् अस्ति इति खलु आभरणानि तस्य समीपे एव आसन् किन्तु इदानीं तत्र कुत्रापि स्थापितानि सन्ति आभरणानि अतः न्यासीकृत्य इति अस्तु अग्रे भगिनि काले धनं न दत्तम् इत्यतः आभरणानि धनं दत्तवतः अधीनानि जातानि आभरणानि अधीनानि जातानि ओके सो कस्य इत्यस्य कृते धनं दत्तवतः कस्मात् इत्यपि सीम्स् टु बि ओके टु मी महोदय किन्तु तत्र अधीनानि इति पदस्य तत्र न सङ्गच्छति खलु भगिनि तर्हि तत्र अधीनानि जातानि आभरणानि अधीनानि जातानि मीनिङ्ग् हि कुडेण्ट् गेट् द आभरणम् न न भगिनि अधीनानि अधीनानि इत्युक्ते कस्य अधीनं नाम तत्र एतद् राज्यं राज्यस्य अधीनम् अस्ति नाम राज्यस्य एव अधिकारः अस्ति एतस् अस्य देशस्य उपरि खलु अधीनं राजा कृते एव हा तादृशम् अत्र कस्य अधिकारः अस्ति आभरणानि आभरणानि सन्ति ओके ओ धन कस्य धन ओ ओके ओके ओके धनं दत्तवतः सः कृते एव अधीनानि हा यः धनं दत्तवान् यः धनं दत्तवान् तस्य एव अधिकारः अस्ति अतः आभरणानि तस्य कृते अधिकारम् अस्ति इदानीं हा अतः आभरणानि तस्य अधीनानि सन्ति तस्य इत्युक्ते कः धनं दत्तवतः आम् यतोहि महिलायाः पतिः काले न धनं प्रत्येन न कृतवान् आम् अस्तु महोदय आम् आं महोदय आम् अस्तु ऋणभारः पुनः अपि प्रवृद्धः ऋणभारः इदानीं बहु प्रवृद्धः तस्य वृद्धिः अभवत् तस्य वृद्धिः अभवत् अस्तु अभवत् आम् ततः स्वगृहं विक्रीय भाटकगृहे वासः आरब्धः तेन परिवारेण ततः महिलायाः पतिः स्वगृहमपि विक्रीतवान् विक्रीय भाटकगृहे वासः आरब्धः रेण्टेड् होम् भाटकगृहे वासः सः आरब्धवान् तस्य परिवारेण सह तेन परिवारेण सह तत्र वासः आरब्धः तेन परिवारेण इति तत्र कर्मणि प्रयोगः वासः आरब्धः आम् आं महोदय तेन परिवारेण वासः आरब्धः तत् प्रत्ययनेन वासः इति एव उक्तं भवति वासः आरब्धः तेन परिवारेण नाम तत्र परिवारः इति वा तत्र परिवारः सः परिवारः वासम् आरब्धवान् इति किन्तु तत् समीचीनं न श्रूयते खलु अतः तत्र वासः आरब्धः तेन परिवारेण इति अस्तु अग्रिमवाक्यमपि करोतु भगिनि तदनन्तरम् अन्यकोपि अन्य करोति अस्तु महोदय दैवदुर्विपाकात् भाटकं दातुमपि आनुकूल्यं न प्राप्तम् अय्यो दैवदुर्विपाकात् विपाक वाट् इस् विपाक ऐ मीन् अहम् अवगतवती भाटकं दातुमपि सः आनुकूल्यं न प्राप्तम् न प्राप्तवान् दैवदुर्विपाक महोदय विपाकः कः किं पदमस्ति विपाकः लैक् दुर्दैववशात् या प्रीवियस्लि वि सा दुर्दैववशात् समानार्थकमेव किन्तु विपाकः विपाक सौण्ड्स् आड् अनेक्स्पेक्टेड् इति अस्ति तत्र महोदय इत्युक्ते अनेक्स्पेक्टेड् इम्प्राबबल् रिसल्ट् इति अपि अस्ति अर्थाः सन्ति किन्तु तत्र तस्य एतस्य अन्वयः भवति तत्र कान्सिक्वेन्सस् आफ् आक्षन्स् अपि अस्तु विपाकः पच् इति धातुः एव ओके पच् धातु पाकः आम् आम् आम् पाकः विपाकः तत्र महोदय ओ अस्तु अस्तु अस्तु अस्तु पच् धातुः अस्तु अन्एक्स्पेक्टेड् वे बै द दैवं नैव दुर्विपाकात् भाटकं दातुमपि आनुकूल्यं न प्राप्तम्। अस्तु, समीचीनं भगिनि, धन्यवादः। धन्यवादः। इदानीं तत्र अग्रे तत्र शोभा भगिनी अग्रे पठति वा, तदनन्तरं निवेदिता भगिनी पठति। प्रतिदिनं हानिः प्राप्यते स्म, प्रतिपदं हानिः प्राप्यते स्म। हा, तत्र स्म इत्यस्य प्रयोगः लट्लकारे लट्लकारक्रियापदस्य पदेन सह स्म इति योजनेन भूतकालार्थः भवति, अपि च यत् क्रिया वारं वारं भवति इति। तत्र प्रतिपदं हानिः प्राप्यते स्म, ते किमपि किं तत्र कष्टेन कष्टात् बहिः आगन्तुम् एव न शक्नुवन्ति, पदं प्रति हानिः एव। समीचीनं, सर्वापहारः अभवत् तेषाम्। अपि तत्र कर्मणि प्रयोगः खलु, प्राप्यते तं प्राप्यते कर्मणि प्रयोगः स्म। तैः तैः तैः तत्र कर्मणि, किन्तु तत्र लट् एव भवेत् खलु महोदय, स्म इति भवति चेत्? न इत्युक्ते प्राप्यते इति कर्मणि प्रयोगः, किन्तु लट् लकारे कर्मणि लट् इति अस्ति, लट् एव, तदनन्तरं स्म इति अस्ति इति कृत्वा पुनः भूतकालात् भूतकालात् भवति। तर्हि तत्र तैः तैः प्रतिपदं हानिः प्राप्यते स्म। आम्, प्रतिपदं हानिः एव प्राप्यते स्म तैः। तैः एतस्मात् अधीरतां गता सा महिला अचिन्तयत् आत्महत्या करणीया इति। एतस्मात् इत्युक्ते एतस्मात् दुर्घटनात् अधीरता दुर्घटना इति स्त्रीलिङ्गे अस्ति भगिनि, दुर्घटना क्षमता दुर्घटना इति तत्र दुर्घटनायाः इति भवति। तर्हि तत्र एतस्मात् इति न भवति, एतस्याः दुर्घटनायाः याः सा महिला अधीरताम् इत्युक्ते धैर्यं धीरतां किं लास्ट् इति धैर्यं नष्टं जातम्। अपि च अतः सा चिन्तितवती, किम् इत्युक्ते आत्महत्या करणीया इति, इत्युक्ते तस्य एकः एव उपायः मनसि आगच्छति इदानीम्, आत्महत्या एव मम परिहारः एतस्मात् सन्दर्भात् इति। अपि च अत्रान्तरे इत्युक्ते तस्मिन् समये अत्रान्तरे यदा तादृशं चिन्तनं कुर्वती आसीत् तस्मिन् काले एव केनचित् बोधिता सा मातरं दृष्ट्वा स्वकष्टं निवेद्य अवदत्। अस्तु, केनचित् बोधिता इत्युक्ते कोऽपि बोधति ताम्, तत्र एका माता अमृतानन्दमयी इति अस्ति, तत्र गत्वा निवेदनं करोतु, कष्टस्य निवेदनं करोतु इति बोधिता आसीत्। समीचीनं, सा मातरं, तर्हि मातरं मिलतु, अपि च स्वकष्टं निवेद्य मिलतु इति अस्ति चेत् तत्र मिलतु इति अस्ति चेत् तत्र मातरम् इति नास्ति, नाम मात्रा सह मिलतु, यतोहि तत्र मिलन मिलतु इति अकर्मकधातुः तर्हि तत्र मात्रा सह मिलतु अस्तु अस्तु तर्हि अग्रे चिन्तयति अस्तु तर्हि तत्र गतवती सा गतवती मातरं किन्तु मातरं मेलितुम् इति वक्तुं शक्नोमि खलु महोदय तुमुन् अस्ति हा मातरं मेलितुं गतवती अपि प्रायश तत्र अकर्मकधातुः अस्ति चेत् तुमुन् इत्यनेन तत्र कर्मपदं नागच्छति इति मन्ये भगिनी खलु नाम अकर्मकधातु कर्मपदं न भवति वा तत्र महोदय मेलितुं गतवती इति मातरं मेलितुं मेलितुम् इति समीचीनं किन्तु मातरम् इति नास्ति खलु तत्र मेलितुम् इति यतोहि तत्र मिलति इति धातुः अकर्मकधातुः मिल् इति धातुः अतः मम मनसि भ्रमः अस्ति भगिनि न जानामि नाम तत्र मात्रा सह मेलितुं हा भगिनि अहं चिन्तयामि तत्र सकर्मक एव महोदय सकर्मकः वा मीट् सम्बडि मीन्स् देन् इट्स् इट् शुड् बि सङ्गमे अकर्मक क्षम्यतां तत्र धातुद्वयं दत्तम् एकम् अकर्मकः एकः अकर्मकः एव तुदादिगणीय उभयपदि धातुः सकर्मक अकर्मकः एव किन्तु तत्र तुमुन् अस्तु मातरं मेलितुम् इति न भवति इति वदति वा इति चिन्तनं भगिनि यतोहि अहं चिन्तयामि तत्र अस्तु हसितुं यतोहि हसति इति तदपि अकर्मकः अस्ति खलु आम् आम् सः हसितुम् इच्छति इति कर्तुं शक्नुमः वाक्यं सम्यक् किन्तु तत्र कर्मपदं तत्र योजितुं न शक्नुमः इति भाति भगिनि हा अस्तु अतः न जनाः किं वदनीयं मया केवलं एकक्षणं महोदय क्षमतां तत् ऐ लास्ट् एकक्षणम् अस्तु तर्हि केवलं मेलितुं गतवती इति वदनीयं तत्र मात्रा सह मेलितुम् इति प्रायशः समीचीनं सह मेलितुं गतवती अस्तु इति चिन्तयन् भगिनि अपि च उक्तवती च अम्बा उत्तमं जीवनम् आसीत् अस्माकम् इदानीं तु महती दुर्दशा वयम् उत्तमरीत्या जीवनं व्यापितवन्तः इदानीं पूर्वं किन्तु इदानीं तु महती दुर्दशा अस्माकं जीवने महान् कष्टाः इति न भवति तत्र महन्तः कष्टाः आगताः तर्हि दिने द्विवारं भोक्तुं यावत् आवश्यकं तावदपि धनं नास्ति अस्मत् समीपे तत्र अन्यानि वस्तूनि त्यजतु क्षम्यतां तत्र भोजनाय अपि अस्माकं समीपे धनं नास्ति तत्तु दिने द्विवारं भोक्तुम् अपि न शक्नुमः तावदपि धनं नास्ति बान्धवानां पुरतः मुखम् उन्नेतुं लज्जाम् अनुभवामि तत्र बान्धवाः उन्नेतुम् इत्युक्ते तत्र उत् नेतुम् इति इत्युक्ते तेषां तेषां तैः सह मेलितुम् अपि न इच्छामि अहम्, तादृशी दुर्दशा अस्ति अस्माकम् इति वदति. तत्र तदेव महोदय भवता उक्तं, तैः सह मेलितुम् अपि न इच्छामि इति एव भवति तत्र. तर्हि यत् किमर्थं लज्जा भवति यत् यदि मेलितुम् इच्छामि चेत् लज्जया मेलितुं न शक्नोमि. एतस्याः दशायाः अपि मरणमेव वरम् इति भावये, इत्युक्ते सा महिला एतादृशी दुःखे आसीत् यत् मरणं तस्य कृते मरणं किं तत्र उत्तमम् अस्ति, वरमेव वरम् उत्तमम् अस्ति, मरणमेव उत्तमम्. एता कस्मात् उत्तमम् इत्युक्ते एतादृशी दशायां जीवनयापनम् अपेक्षया मरणमेव उत्तमम् इति भावये, इति भावये सा, अहं भावये तत्र उत्तमपुरुषे एकवचनम् अहं भावये, भावयति तत्र निजन्तपदं, भावयति इत्यस्य भावये इति भवति, भावयति भावये इति आत्मनेपदी, तत्र आत्मनेपदी आत्मनेपदी, आं महोदय, भावयते भवेत् तत्र तर्हि सत्यं भावयत् इति भावये. अपि तत्र एतस्याः दशायाः इति तत्र विभक्ति अस्ति का? एतस्याः दशायाः तत्र विभक्तिः एकक्षणं, षष्टि वा पञ्चमी वा, एतस्याः दशायाः अपि, ओ पञ्चमी तत्र महोदय, एतस्मात् दशात् किमपि एतस्मात् इति भवति, अतः तत्र एतदेव वरम्, अतः तत्र वरम्, अतः तत्र पञ्चमी एव, समीचीनं. बालौ मारयित्वा अहमपि आत्महत्यां कर्तुम् इच्छामि. केवलं तस्याः एव जीवनं, जीवनस्य अन्त्यं प्राप्तुं न इष्टवती, किन्तु बालानामपि, तत्र न क्षम्यतां, बालयोः अपि जीवनं, जीवनस्य अन्त्यं कर्तुम् इष्टवती. प्रायशः सा चिन्तयति नाम तत्र तस्य एव तत्र तस्याः किं तत्र अपगमनात् नन्तरं तौ अपि जीवितुं न शक्नुतः इति. अपि तत्र तस्य एव तत्र किमस्ति तत्र उत्तरदायित्वं खलु? आम्, उत्तरदायित्वम्, अपि च अन्ये कोऽपि, अन्ये केऽपि तेषां साहाय्यं कर्तुं, तयोः साहाय्यं कर्तुं न आगच्छन्ति इति एव भासते इति. अतः तत्र, अतः तत्र ते बालौ किं कुर्वतः इति चिन्तयित्वा, अस्तु तत्र सर्वे बालौ बहु कष्टम् अनुभविष्यन्ति इति चिन्तयित्वा तस्मात् किं तस्याः दशायाः एतदेव तयोः अपि लाभाय इति चिन्तितवती. तत्र सर्वेषां विमोचनम् एतेन मार्गेण भवति, कष्टात् विमोचनम् एतेन मार्गेण भवति इति सा चिन्तयति, चिन्तितवती. अग्रे पठनीयं वा महोदय? अस्तु, अग्रे तत्र निवेदिता भगिनी पठितुम् इच्छति वा? इदानीं पङ्क्तिशः किञ्चित् किञ्चित्. क्षम्यतां महोदय, अत्र नेट् समस्या अस्ति, अस्तु अस्तु भगिनि अस्तु अस्तु किन्तु यदि शक्नोति चेत् करोतु इति आसीत् तावदेव अस्तु तर्हि तर्हि तर्हि शोभगिनी भवती एव तत्र अग्रेपि करोतु तदनन्तरम् उषा भगिनी कुर्यात् आं महोदय वत्से तव जीवने कष्टं स्यात् तस्य परिहारः आत्महत्यया एव भवेत् इति चिन्तनं किमर्थम् इति तत्र माता अमृतानन्दमयी उक्तवती वत्से इति इत्युक्ते पुत्री तव जीवने कष्टं स्यात् भवेत् कष्टं तु अस्ति एव जीवने किन्तु तस्य कष्टस्य परिहारः केवलम् आत्महत्यां किम् आत्महत्यया एव तत्र सम्यक् भवति आत्महत्यया एव तस्य परिहारः भवति इति किमर्थं भवती चिन्तयति इति पृष्टवती अपि च भगवता यदा मरणं दीयेत तदा तत् स्वागतीकरणीयं तत्र करणीयम् इति अस्ति वा महोदय प्रायशः करणीयम् इति दत्तमस्ति सत्यं भगिनि हा मम अपि भ्रमः अस्ति तत्र स्वागतीकरणी मरणं हा मरणम् इति नपुंसकलिङ्गे तर्हि करणीयम् इति एव भवति खलु करणीयम् इति न जानामि हा सत्यं भगिनि मुद्रणदोषः प्रायशः अस्ति इति मन्ये तत्र अपि च उक्तवती भगवता यदा मरणं दीयेत तत्रापि विधिलिङ्ग् तत्र दीयेत इति यदा भगवान् स्वयं किं तत्र तेन सह निर्दिष्टः अस्ति सर्वेषां जीवनं मरणं च तदा एव भवेत् तदा एव भवनीयम् अपि च तस्य स्वीकरणमपि करणीयं स्वागतमपि करणीयं यदा मरणम् आगच्छति तदा स्वागतं करणीयं तस्य अपि च अङ्गीकरणीयं किन्तु स्वयं तस्य निर्णयः जीवनस्य अन्त्यं न करणीयम् अस्माभिः भगवदिच्छाविरुद्धं मरणे उद्योक्तुं नास्ति तव अधिकारः इत्युक्ते भगवदिच्छा विरुद्धं यतोहि सः एव भगवान् एव सर्वं सर्वस्य निर्देशनं करोति जीवनं कदा मरणं कदा अपि च जीवनमरणे किं तत्र मध्ये यत्किमपि भवति तदपि तेन एव निर्दिष्टः अस्ति तर्हि अङ्गीकरणीयम् अपि च तस्य तत्र स्वमरणस्य चिन्तनं कदापि न करणीयम् इति अधिकारः अपि नास्ति तव तत्र कृष्णः वदति खलु कर्मणि एव अधिकारः ते मा फलेषु कदाचन इति सत्यं तर्हि अधिकारः नास्ति तस्य जीवनं तस्य मरणमपि तस्य अतः तव अधिकारः नास्ति तत्र बालयोः प्राणान् अपहर्तुमपि कः अस्ति तव अधिकारः ते अपि भगवतः एव न तु स्वस्य अतः तेषां किं तत्र तान् तयोः हर्तुम् इति भवति खलु महोदय न तेषां प्राणहानिं कर्तुं तव अधिकारः कथं प्राप्तवती इति पृच्छति अपहर्तुं प्राणान् अपहर्तुम् इत्युक्ते तेषां प्राण त्यागम् इति वक्तुं शक्नुमः वा तत्र त्यागं न क्षमतां तेषां किं मारयितुं तत्र तौ मारयितुं भवत्याः अधिकारः नास्ति किमर्थं तत्र पुनः भगवदिच्छाविरुद्धं भवति यदि चेत् स्वस्य मरणमपि भगवदिच्छाविरुद्धं बालयोः मारणम् अपि भगवदिच्छाविरुद्धम् इति बोधयति अपि तत्र प्राणान् इति तत्र बहुवचने अस्ति पञ्चप्राणानि इति कृत्वा बहुवचने अस्ति समीचीनं भगिनि अस्तु तर्हि तत्र इदानीं उषा भगिनी अग्रे किञ्चित् पठति वा महोदय पूर्वम् उत्तमा स्थितिः आसीत् ततः इदानीम् एषा दुर्दशा प्राप्ता पूर्वं महिला वदति पूर्वम् उत्तमा स्थितिः आसीत् उत्तमा स्थितिः आसीत् इदानीं दुर्दशा प्राप्ता दुर्दशा प्राप्ता एतां सोढुं न शक्नुमः वयं शक् दातु सोढुं एतां सोढुं न शक्नुमः वयं रुदति अवदत् सा महिला वयं न शक्नु एतत् एतां सोढुं न शक्नुमः एतां कष्टं सहनं कष्टस्य वयं न कष्टस्य सहनं वयं न शक्नुमः सहनं न कर्तुं न शक्नुमः कर्तुं न शक्नुमः समीचीनं वत्से पूर्वं या उत्तमा स्थितिः आसीत् ततः एषा दुर्दशा कथं प्राप्ता अत्याशाकारणतः एव ननु माता अमृतानन्दमयी उक्तवती पूर्वं या उत्तमा स्थितिः आसीत् अनन्तरं दुर्दशा कथं प्राप्ता किमर्थं प्राप्ता इति चेत् अति आशाकारणतः एव महिलायाः पतिः अत्याशाकारणतः एव सः धनं नष्टवान् भवति तथा माता उक्तवती अत्याशाकारणतः एव ननु सा दुर्दशायाः कारणं दुर्दशायाः कारणं अत्याशा इति अत्याशा यतोहि सः केवलं तत्र धनं सम्पादयितुम् इष्टवान् इति न दत्तं खलु तत्र सः प्रभूतं धनं सम्पादितं धनं सम्पादनीयम् इति इच्छया इति उपरि दत्तं सा अत्याशा एव दुःखस्य कारणं जाता सा इति अत्याशा सा अत्याशा एव दुःखस्य कारणं जाता दुःखस्य कारणम् अत्याशा एव अस्ति अथवा अभवत् अत्याशा एव कारणम् अभवत् यावत् स्यात् तावता यदि तृप्तिः प्राप्ता स्यात् तर्हि एवं न अभविष्यत् यावत् धनम् अस्ति तेन धनेन सह तृप्तिः प्राप्ता चेत् दुर्दिशा न अभवत् इति दुर्दशा न आगच्छति इति माता वदति एवं ननु सुखं दुःखं च जीवनस्य अङ्गभूते सुखं च अपि च दुःखं च जीवनस्य अङ्गे एव तत्र अङ्गभूते इति अङ्गभूते लिङ्गम् अपि वचनं द्विवचनं जीवनस्य अङ्गभूते अङ्गभूते ओ सुखं दुःखं द्विवचनं या द्विवचनं परन्तु स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा वनं वने वनं सुखं दुःखं भूतं भूते भूतानि ओके अस्तु महोदय शाश्वततया दुःखं न भवति कस्यापि जीवने सुखम् अथवा अपि च दुःखं कस्यापि जीवने न शाश्वततया अस्ति दुःखं भवति चेत् अपि तद् दुःखं इट् विल् गो गच्छति नाम तत्र हा गच्छति यथा तत्र दिनम् अपि तत्र नाम किं वदन्ति शाश्वत दुःखं शाश्वतं नास्ति इति शाश्वतं नास्ति यथा तत्र दिनं रात्रिः अस्ति तत्र दिनं रात्रिः अस्ति तथैव तत्र दुःखं सुखं सुखम् एकं समयम् अनन्तरं दुःखम् एकं समयं पुनर् सुखमेव भवितुम् आगच्छति दुःखस्यापि अन्त्यं भवेदेव दुःखस्यापि दुःखस्य कृते अपि एकम् अन्त्यम् अस्ति एव तदप्यन्तरे एषा हताशता किमर्थं तदभ्यन्तरे एषा हताशता ओ दट्ट प्राणहर्तुं हताशता किमर्थं हताशता किमर्थं होप्लेस्नेस् इति भवति ओ हताशता होप्लेस्नेस् ओके हत आशता इत्यस्य आशता ओके हत आशता तदप्यन्तरे दुःखस्यापि अन्तः अस्ति एव इति अस्य कृते हताशता कारणं षुडेसे हताशता नास् किं हताशता तत्र हताशः इति सम्यक् नास्ति तत्र हताशता हताश सही है ना वर्ड वहां पे हताशः इति तस्य भावः हताशता हताशः इति तस्य भावः हताशता अपि हताश इति तत्र नाम यस्य आशा हतः इति प्रायशः खलु यस्याः आशः नास्ति हतः अस्ति तादृशं किमपि अस्ति इति मन्ये नाम अतः एव तत्र आशा इत्युक्ते होप् इति एव भवति महोदय हतोत्साहितः अपि एकं शब्दमस्ति खलु हतोत्साहितः यस्य उत्साहं नास्ति सत्यं भगिनि तथैव अत्रापि आशा नास्ति तदप्यन्तरे एषा हताशता हताशः तस्य स्थितिः तादृशमस्ति तर्हि तस्य भावः हताशता इति भावः किमर्थं भवत्याम् अस्ति अथवा हताशता किमर्थं भवति यतोहि दुःखं अन्त्यम् अस्ति एव दुःखस्य कृते अन्त्यम् अस्ति अतः तत्र सुखं पुनः आगच्छति इति अग्रे महिला अम्बे गृहकाकणिका मात्रमपि धनं नास्ति किञ्चित् धनं नास्ति काकणिका मात्रमपि काकणिका ईवन् अ लिटिल् बिट् हौ डु ऐ से काकणिका मात्रमपि धनं नास्ति ओके किञ्चित् धनमपि नास्ति वाट् एक्साक्ट्लि काकणिका महोदय काकणिका मात्रमपि तत्र काकणिका मणि काकणिका इति कणिका इति अस्ति लैक् एकं सैज़् आफ् लैक् लिटिल् मात्रा संथिङ्ग् लैक् तत्र एतत् लैक् मणि भगवद्गीता किञ्चित् अधीता गङ्गा जललिमा लभ कणिका पीता कणिका सत्यं सत्यं दट् इस् लिटल् सो काकणिका मे बि फर्दर् लिटल् हा हा सत्यं भगिनि हा काकणिकमात्रम् अपि हा नाम तत्र स्वल्पमपि तत्र किञ्चिदपि इति तदेव किन्तु काकणी इति तत्र किं तत्र लैक् इन् तमिळ् अहं श्रुतवती महोदय कुन्दुमणि अलव् कोड इल्ल सम् लैक् अ लिटल् लिटल् कायिन् अथवा किम् अस्ति लैक् अ लिटल् बीड् अस्तु भगिनि तादृशं नाम किञ्चित् किञ्चिदपि धनं नास्ति नाण्यकं तत्र नाण्यकम् इति अस्ति खलु कायिन् इत्युक्ते नाण्यकं खलु तत्र तत्र नाणकं तत्र नाणकमपि तत्र अपि नास्ति एकमपि नाणकं नास्ति इति तादृश अर्थः गृहे काकणिका मात्रमपि धनं नास्ति कथं जीवनं प्राप्येत महिला विषादेन पृष्टवती प्राप्येत तदपि विधिलिङ्ग याप्येत तत्र विधिलिङ्ग् अपि कर्मणि विधिलिङ्ग् याप्येत आम् कर्मणि विधिलिङ्ग् कर्मणि विधिलिङ्ग् तर्हि तर्हि कासटु अपि महोदय अस्माभिः कथं जीवनं याप्येत ईत ईयतां मीरन् आत्मनेपति ईत ईयतां मीरन् ईत जीवनम् एकवचनमेव ओके ओके अत्र काकिनी काकिनिका सिक्के के रूप में प्रयुक्त होने वाली कौड़ी एक सिक्का काकिनिका अस्तु भगिनी तर्हि तत्र लघु नाणकम् इति अस्ति वा लघुनाणकं काकिनी काकिनी माप का चौथाई और पहले वो चौली वगैरह आती थी ना चौली अदेली कॉइन्स आते थे ना पहले छोटे कॉइन्स छोटे कॉइन के अच्छा हमारे यहाँ 25 पैसे का पहले कॉइन आता था 25 इदानीं तु जनाः न जानन्ति खलु तत्र कायिन् पैसा एतत् सब् नै है आना ये सब् नै है न अस्तु अस्तु तर्हि तत्र लघु लघुनाणकं गृहे धनं न स्यात् अलं चिन्तया माता उक्तवती गृहं धनं गृहे धनं न स्यात् न स्यात् गृहे धनं नास्ति परन्तु अलं चिन्तया अलं किन्तु अलं चिन्तया चिन्तया अलं तत्र चिन्तया अलं तृतीया अलं तृतीया अलं उपपदविभक्ति अत्र ओके यत् अस्ति तत् दृश्यतां यत् अस्ति तत् दृश्यतां तव त्वत्पतेः च आरोग्यं सम्यक् अस्ति एव ननु माता उक्तवती यत् अस्ति तत् तत् दृश्यतां लोट् तत् पश्यतु तत् दृश्यतां लोट् कर्मणि लोट् अस्ति तत् पश्यतु तत् पश्यतु तव त्वत्पतेः भवत्याः अपि च भवत्याः पतिः पतेः च आरोग्यं सम्यक् अस्ति एव ननु आरोग्यं सम्यक् अस्ति सो भगवतः अनुग्रहात् एव तत् प्राप्तं तत् आरोग्यमपि भगवतः अनुग्रहात् एव आरोग्यमपि प्राप्तं तदर्थं भगवते कृतज्ञतां समर्पय आरोग्यं सम्यक् अस्ति इत्यतः भगवते कृतज्ञतां भगवते चतुर्थी कृतज्ञतां समर्पय कृतज्ञतां समर्पय कृतज्ञता वसतु कृतज्ञता इति कर्मपदं तर्हि कर्मपदं समर्पय कृतज्ञतां समर्पय समर्पय उभाभ्यामपि स्वयोग्यता अनुगुणः श्रमः क्रियताम् उभाभ्यामपि इति तव त्वत्पतेः इति उभाभ्यामपि बै बोत् उभाभ्याम् ओ तृतीया विभक्ति एव उभाभ्याम् अपि स्वयोग्यता अनुगुणः श्रमः क्रियताम् क्रियतामपि कर्मणि लोट् स्वयोग्यता अनुगुणः श्रमः यद्यत् कर्तुं यथा श्रमः यत् हौ मच् एवर् यु केन् टेक् कैण्ड् आफ् थिङ्ग् यथाशक्ति अपि तत्र योग्यता यस्मिन् विषये अथवा यस्मिन् कार्ये योग्यता अनुगुणः श्रमः नाम यस्मिन् कार्ये योग्यता अस्ति तस्मिन् कार्ये अथवा विषये श्रमः भवेत् श्रमः भवेत् ओके उभाभ्यामपि स्वयोग्यता अनुगुणः श्रमः क्रियताम् आम् क्रियताम् श्रमानुगुणं फलं ददाति एव देवः यः कोऽपि कार्यं भवतु तत् श्रमानुगुणं देवः फलं ददाति देवः भगवान् फलं ददाति श्रम कार्यस्य श्रमानुगुणं कार्यं कार्यस्य योग्यतायाः फलं भगवान् ददाति एवं विलपनेन किम् अलं विलपनेन इत्यर्थे एवं विलपनेन किम् एवं विलपनेन किं किं प्रयोजनं नास्ति इत्यनेन विलपनेन एवम् इति एतादृशम् अपि भवति किन्तु अत्र एतादृशम् इति नास्ति एतादृशं विलपनम् इति नास्ति तत्र एवम् इत्युक्ते इति श्रमानुगुणं श्रमः देवः फलं ददाति इति कृत्वा इत्यनेन विलपनं किमर्थं विलपनं किमर्थं किमर्थं विलपनं किमर्थं विलपनेन किमपि नास्ति अतः आरोग्यहानिः मनसः स्थैर्यस्य नाशः च विलपनेन आरोग्यहानिः भवति भवति अपि च मनसः स्थैर्यम् अपि नाशः भवति मनसः षष्टि आरोग्यहानिः आरोग्यहानिः भवति अण्ड् देन् मनसः स्थैर्यमपि नाशः भवति स्थैर्यं स्थैर्यः स्थैर्यस्य नाशः स्थैर्यस्य नाशः भवति तदपि तत्र अपगच्छति स्थैर्यम् अथवा स्थैर्यः अपगच्छति अतः मास्तु गतस्य विषये विलपनं परित्यज्य श्रमे मतिः क्रियताम् गतस्य विषये यावत् यः कोऽपि यद्गतमस्ति कस्मिन् विषये विलपनं मास्तु इति परित्यज्य श्रमे मतिः क्रियताम् श्रमे इत्युक्ते अत्र कष्टम् इति नास्ति श्रमे मतिः क्रियतां यत्नं करोतु कार्यं करणीयं तस्य कृते मतिः श्रमे मतिः क्रियताम् मतिः इति इदानीं तत्र बुद्धिः नाम तस्मिन् विषये मनः तत्र स्थापयतु तस्मिन् विषये स्थापयतु तस्मिन् विषये मतिः क्रियतां नाम तस्मिन् विषये चिन्तनं करोतु बुद्धिः तस्मिन् विषये गच्छतु आम् आम् आम् आम् चिन्तनं करोतु इति अस्तु चिन्तनं करोतु इति अस्तु महोदय किम् अस्माकं भाविजीवने दुःखम् अपगतं स्यात् मम तु विश्वासः नास्ति तत्र अस्माकं भाविजीवने मीनिङ्ग् अग्रे जीवने भविष्यजीवने नाम पूर्वं पूर्वं गतमस्ति अपि तत्र अद्य इदानीं दुर्दशा अस्ति अस्ति अग्रे जीवने जीवने अपि दुःखम् वा इति भवति वा अस्माकं जीवने भाविजीवने ओ फ्यूचर् फ्यूचर् भाविजीवने दुःखम् अपगतं स्यात् तत्र दुःखम् अपगतं भवति वा अथवा दुःखम् अपगतं नाम तत्र नास्ति अपगतं न भवति एव वा मम तु विश्वासः नास्ति तत्र विश्वासः नास्ति तत्र तत्र दुःखम् अपगतं भवति इति विषये मम विश्वासः विश्वसितः नास्ति भाविजीवने दुःखम् अपगतं स्यात् इति प्रश्नः तत्र किं किम् अपगतं स्यात् किम् अपगतं स्यात् इति वत्से अतीतस्य विषये विलपनं यथा अनुचितं तथैव भाविजीवने विषये भयं भयम् आतङ्कः वा अपि अनुचितः एव अतीतस्य विषये विलपनं यथा अनुचितम् अतीतस्य विषये यत् यत् गतं तत् अतीतविषये विलपनं अनुचितं विलपनं उचितं नास्ति यथा अनुचितं तथा एव भाविजीवनविषये भयम् अपि च आतङ्कः आतङ्कः वा अपि अनुचितः एव अनुचितः एव भाविजीवन तथा एव यत् अतीतविषये यत् यत् गतविषये विलपनम् उचितं नास्ति तथा एव भाविजीवनविषये अपि भविष्यजीवने विषये अपि भयम् अपि च आतङ्कः आतङ्कः एक्स्पेक्टेशन् महोदय न आतङ्कः तत्र एतद् भवति अथवा किमपि दुर्दशा भवति इति अस्ति खलु भयः आतङ्कः भयः एव खलु भयस्य अन्यत् रूपं भयम् आतङ्कः भयम् आतङ्कः वा अपि आतङ्कः वो जो दहशतवाद है उसे आतंकवाद ही कहते हैं ना आतंक दैट इज लाइक दैट इज नॉट अ गुड गाय आतंकवादी आतंक आतंक नाम तत्र दुर्दशा इति आपद आपद भवति इति लाइक बिकॉज ऑफ द आतप इत्यनेन वा आतप इत्यनेन आतंकः वा तत्र तद् न जानामि भगिनि नाम आतङ्कः पदस्य उत्पत्तिः न जानामि महोदय ऐ आल्सो वास् थिङ्किङ्ग् ओन्लि फर् द मीनिङ्ग् आतङ्कः आतङ्कः आतङ्कः इति प्रायशः तत्र भयः इति अर्थः इति एव तत्र अन्यत् रूपम् इति प्रायशः अप्रहेन्शन् प्राबब्लि महोदय अस्तु भगिनि अस्तु अस्तु भयम् ओके भयं भयस्य अन्यत् इति उपसर्गः इति धातुः धातुः तञ्च अस्तु तञ्च अस्तु तञ्च घञ् प्रत्ययः अस्तु अस्तु वापि अनुचितः एव अनुचितः एव ओके यथा ओके अतीतस्य विषये विलपनं यथा अनुचितं तथैव भाविजीवनविषये भयम् आतङ्कः वा अपि अनुचितः एव अनुचितः उचितः नास्ति एव अस्तु भूतभविष्यत् वर्तमानानि सर्वाणि भगवत् अधीनानि भूतकाल भविष्यकाल वर्तमानकालमपि सर्वाणि यत् यत् अभवत् तत् सर्वाणि कार्याणि भगवता एव अधीनानि भवति भगवता एव अधीनानि तदा एव सः एव अधीनः एव सः अधीनः न तस्य अधीनम् अस्ति सर्वं तस्य अधीनम् अस्ति तस्य अधीनं सर्वाणि तस्य अधीनम् अस्ति अधीनानि सन्ति नाम तस्य एव अधिकारः अस्ति तस्य एव अधिकारः अधिकारः अस्ति भूत भविष्यत् वर्तमानकालेषु यानि तत्र भवन्ति यानि किमपि भवन्ति सर्वेषु तस्य एव अधिकारः सर्वस्य तस्य एव अधिकारः अधिकारः अस्ति अधीनानि एव वयं पूर्वं दृष्टवन्तः अधीनानि जातानि सत्यं भगिनि तथैव तथैव अत्रापि अस्तु तत्र केवलं वाक्यत्रयम् अस्ति एकवारं पठित्वा तदनन्तरं तं भगवन्तं शरणं गच्छ ओके तं भगवन्तं तं भगवन्तं नाम यः यः भगवान् भगवतः यस्य भगवतः अधीनानि सर्वाणि सन्ति सन्ति तं भगवन्तं शरणं शरणं गच्छ गच्छ क्षमे मतिं कुरु प्रयत्नं कुरु बुद्ध्या प्रयत्ने बुद्धिः प्रयत्ने बुद्धिः बुद्धिं स्थापयतु प्रयत्ने बुद्धिः स्थापयतु बुद्धिं स्थापयतु पुनः पुनः पतनं भवेत् चेदपि अधीरा अभवन्ति हसन्ति अग्रेसर पुनः पतनं भवेत् चेदपि पुनः कष्टम् अनुभवति चेदपि अधीरा अभवन् अभवन्ति हसन्ति आल् शत्रुन्तपत् अधीरा अभवन्ति हसन्ति अग्रेसर अग्रेसर धैर्येण धैर्येण तत्र अभवन्ति इति अभवन्ति अधीरा ओके हसन्ति अपि ओके दुःखस्य अभवन्ति तद् न जानामि तत्र किमस्ति इति अस्तु त्वां जागरयितुम् एव त्वां जागरयितुमेव भगवता दुःखं दत्तम् इति चिन्तय ओके त्वां जागरयितुम् एव भगवता दुःखं दत्तं भगवान् किमर्थं भवत्याः कृते दुःखं दत्तवान् इति विषये भवतः जागरणं भवेत् इति चिन्तनेन भगवता दुःखं दत्तम् ओके कष्टसहन आसक्तिं सम्पाद्य सहनाशक्तिं कष्टसहनाशक्तिं सम्पाद्य मनः दृढीकृत्य अग्रे गच्छ सम्पाद्य दृढीकृत्य प्रत्यय कष्टसहनाशक्तिं सम्पाद्य अपि च मनः अपि दृढीकृत्य अग्रे गच्छ ओके दृढीकृत्य स्वीरूपम् अस्ति महोदय आतङ्क आ अधिकं तङ्क अधिकं घञ् नाम पीडा डर आशंका वेदना व्यथा व्यथा अस्तु भगिनि व्यथा अस्तु अस्तु समीचीनं व्यथा अस्तु भयम् अपि व्यथा अस्तु समीचीनं भगिनि व्यथा उत्तमं धन्यवादः भगिनि अस्तु व्यथा न व्यथा इति तत्र कष्टम् इति एव अर्थः तत्र डर पीड़ा व्यथा वेदना वेदना ओके ओके वेदना अपि अस्तु ओके दौर्बल्यं त्यज ओके दौर्बल्यं त्यज दुर्बलस्य भावः दौर्बल्यं त्यज ओके धैर्यं धर मनश्शान्तिः महती सम्पत्तिः मनश्शान्तिः महती सम्पत्तिः अस्ति सा सम्पत्तिः अस्ति सा कदाचित् अपि विनष्टा न भवेत् मनश्शान्तिः तथा कदाचित् अपि विनष्टा न भवेत् तस्य नाशः कदापि न भवेत् भौतिकसम्पत्तिः विनष्टा स्यात् विनष्टा स्यात् चेदपि आरोग्यसम्पत्तिः मनोबलसम्पत्तिः च अस्ति एव ननु भौतिकसम्पत्तिः धनं विनष्टा स्यात् चेदपि आरोग्यसम्पत्तिः अपि च मनोबलसम्पत्तिः च अस्ति एव ननु सो आरोग्यम् अपि आरोग्यमस्ति अपि च मनोबलमपि सम्पादनं भवति अस्ति मनोबलसम्पत्तिः अपि च अस्ति तदेव मुख्यम् इति तदुभयम् आश्रित्य अग्रे गन्तव्यं तदुभयम् आश्रित्य आरोग्यसम्पत्ति मनोबलसम्पत्तिः उभयम् आश्रित्य अग्रे गन्तव्यम् इति माता वदति तावदेव तस्य अनन्तरं किमपि नास्ति मुख्यांशः अत्र एव आम् आम् तस्याः महिलायाः दुःखं तु स्थगितम् आसीत् आम् महिलायाः दुःखं महिला कृते इदानीं दुःखं नास्ति दुःखं तु स्थगितम् आसीत् स्थगितमेव अस्ति अन्तरङ्गे किमपि नास्ति भगिनि अतः तत्र अन्तरङ्गे चिन्ता एतावत् अस्तु भगिनि अस्तु पठतु ओ टैम् ऐ डिण्ट् सी द टैम् महोदय ओके अन्तरङ्गे चिन्तनतरङ्गाः प्रचलन्तः आसन् आम् ओके सा चिन्तितवती ओके माता तां पुनः उक्तवती वत्से किम् अधिकचिन्तया उत्तिष्ठ तावत् धैर्येण अग्रेसर चिन्तां परित्यज भगवान् अस्ति तव सहाय महिला उत्थाय मातरं नमस्कृत्य ततः प्रस्थिता तस्याः पतन पदस्थापने धैर्यं दृश्यते स्म पदस्थापने इन्हर् वाक् आर् इन्हर् सत्यं भगिनि पदस्थापने धैर्यं दृश्यते स्म इति अस्ति बहु समीचीना कथा अस्ति आम् उत्तमं भगिनि अस्तु तर्हि तत्र महोदय पीडिएफ् कुतः प्राप्नोति महोदय एतत् वा तत्र भगिनि तत्र अहं सम्भाषणसन्देशः इति तत्र अस्ति खलु तत्र इदानीं पीडिएफ् न सन्ति तत्र महोदय केवलम् आन्लैन् पठनम् इति अस्ति अथवा तावदेव तत्र प्रिण्ट् करोति चेत् प्राप्तुं शक्नोति भगिनि प्रयत्नं कृतवती पूर्वं पुनः पश्यामि अपि तत्र अहं तत्र सब्स्क्रिप्शन् कृतवान् भगिनि अहं तत्र आन्लैन् कृते सब्स्क्रिप्शन् अपि कृतवान् अस्मि तर्हि अतः भवान् कर्तुं शक्नोति प्रिण्टेड् पुस्तकानां सब्स्क्रिप्शन् कृतवती आसम् अहं तत्र केवलम् आन्लैन् इति कृतवान् न तदेव सम्यक् प्रायशः इति अतः तत्र प्रायश तेन कारणेन तत्र अहं पीडिएफ् तत्र कर्तुं शक्नोमि अस्तु तर्हि शोभगिनि तत्र तत्र शान्तिमन्त्रं वदतु भगिनि तदनन्तरं पश्यामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः महोदय, नमस्कारः।